अभिभूरोम् अभिभूरोम् गायत्री मावाहयामि गायत्री मावाहयामि सावित्री मावाहयामि सावित्री मावाहयामि सरस्वती मावाहयामि सरस्वती मावाहयामि छन्दर्षि नावाहयामि छन्दर्षि नावाहयामि श्रिय मावाहयामि श्रिय मावाहयामि गायत्रिया गायत्रिया गायत्री छन्दो गायत्री छन्दो विश्वामित्र ऋषिः विश्वामित्र ऋषिः सविता देवता सविता देवता अग्निर्मुखम् अग्निर्मुखम् ब्रह्माशिरः ब्रह्माशिरः विष्णुर्हृदयगुम् विष्णुर्हृदयगुम् रुद्रशिखा रुद्रशिखा पृथिवीयोनिः पृथिवीयोनिः प्राणापान प्राणापान व्यानोदान व्यानोदान समाना समाना सप्राणा सप्राणा श्वेतवर्णा श्वेतवर्णा सांख्यायन सगोत्रा सांख्यायन सगोत्रा गायत्री गायत्री चतुर्विंशत्यक्षरा चतुर्विंश सत्यक्षरा त्रिपदा षट्कुक्षिः त्रिपदा षट्कुक्षिः पञ्चशीर्ष पञ्चशीर्ष उपनयने उपनयने विनियोग ॐ भूः विनियोग ॐ भूः ॐ भुवः ॐ भुवः ॐ सुवः ॐ सुवः ॐ महः ॐ महः ॐ जनः ॐ जनः ॐ तपः ॐ तपः ॐ सत्यम् ॐ सत्यम् ॐ तत्सवितुर्वरेण्यम् ॐ तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् धियो यो नः प्रचोदयात् ओमापः ओमापः ज्योतिरसः ज्योतिरसः अमृतम् ब्रह्मा अमृतम् ब्रह्मा भूर्भुवस्सुवरो भूर्भुवस्सुवरो तत्सवितुर्वरेण्यग् स्वाहा तत्सवितुर्वरेण्यग् स्वाहा भर्गो देवस्य धीमहि स्वाहा भर्गो देवस्य धीमहि स्वाहा धियो यो नः प्रचोदयात् स्वाहा धियो यो नः प्रचोदयात् स्वाहा आपो हिष्ठा आपो हिष्ठा मयो भुवः मयो भुवः तान ऊर्जे तान ऊर्जे दधातन दधातन महेरणाय महेरणाय चक्षसे चक्षसे यो वः शिवतमोरसः यो वः शिवतमोरसः तस्य भाजयते हनः तस्य भाजयते हनः उशतीरिव मातरः उशतीरिव मातरः तस्मा अरङ्गमामवः तस्मा अरङ्गमामवः यस्य क्षयाय जिन्वथ यस्य क्षयाय जिन्वथ आपो जनयथा जनः आपो जनयथा जनः ॐ भूः ॐ भूः ॐ भुवः ॐ भुवः ॐ सुवः ॐ सुवः ॐ महः ॐ महः ॐ जनः ॐ जनः ॐ तपः ॐ तपः ॐ सत्यम् ॐ सत्यम् ॐ तत्सवितुर्वरेण्यम् ॐ तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् धियो यो नः प्रचोदयात् ओमापः ओमापः ज्योतिरसः ज्योतिरसः अमृतं ब्रह्मा अमृतं ब्रह्मा भूर्भुवस्सुवरो भूर्भुवस्सुवरो मम मम उपात्त उपात्त दुरितक्षयद्वारा दुरितक्षयद्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वरप्रीत्यर्थम् श्रीपरमेश्वरप्रीत्यर्थम् प्रातः संध्यांग यथाशक्ति गायत्री महामंत्र जपं करिष्ये ओम तत्सवितुः ओम तत्सवितुः ब्रह्मात्मने अंगुष्ठाभ्यान्नमः वरेण्यम् विष्णुवात्मने तर्जनेभ्यान्नमः भर्गो देवस्य रुद्रात्मने मध्यमाभ्यान्नमः धीमहि सत्यात्मने अनामिकाभ्यान्नमः धियो योनः ज्ञानात्मने कनिष्ठिकाभ्यान्नमः प्रचोदयात् सर्वात्मने करतलकर पृष्ठाभ्यान्नमः तत्सवितुः ब्रह्मात्मने हृदयाय नमः वरेण्यम् विष्णुवात्मने शिरसे स्वाहा भर्गो देवस्य रुद्रात्मने शिखायै वषट् धीमहि सत्यात्मने कवचायहुम् धियो योनः ज्ञानात्मने नेत्रत्रयाय वौषट् प्रचोदयात् सर्वात्मने हस्त्राय फट् भूर्भुवस्सुवरोमिति दिग्बन्धः ध्यानम् मुक्ताविद्रुम हेमनील धवलच्छायैः मुखैः तीक्ष्णैः युक्तामिन्दु निबद्धरत्नमकुटाम् तत्त्वार्थ वर्णात्मिकाम् गायत्रीम् वरदाभयाम् अंकुशकषाः शुभ्रम् कपालम् गदाम् शङ्खम् चक्रम् अधारविन्द युगलम् हस्तैः वहन्तीम् भजे यो देवः सवितास्माकम् धियो धर्मादि गोचराः प्रेरयेत् तस्य यद्भर्गः तद्वरेण्यम् उपास्महे गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः सुमुखम् सम्पुटञ्चैव विततम् विस्तृतं तथा द्विमुखम् त्रिमुखञ्चैव चतुः चतुः पञ्चमुखं तथा पञ्चमुखं तथा षण्मुखोऽधो षण्मुखोऽधो मुखं चैव मुखं चैव व्यापिकामञ्जलिकं तथा व्यापिकामञ्जलिकं तथा शकटं शकटं यमपाशं च यमपाशं च ग्रथितं ग्रथितं सम्मुखोन्मुखं सम्मुखोन्मुखं प्रलम्बं प्रलम्बं मुष्टिकं चैव मुष्टिकं चैव मत्स्यः मत्स्यः कूर्मवराहकं कूर्मवराहकं सिंहाक्रान्तं सिंहाक्रान्तं महाक्रान्तं महाक्रान्तं मुद्गरं मुद्गरं पल्लवं तथा पल्लवं तथा एते मुद्राः एते मुद्राः चतुर्विंशाः चतुर्विंशाः गायत्र्याः गायत्र्याः सुप्रतिष्ठिताः सुप्रतिष्ठिताः ఇప్పుడు గాయత్రి జపం చేయండి. ఓం భూర్భువస్సువః.